सर्वेषां नमस्कारः. अस्माकं विषयः, यः विषयः प्रवर्तमानम् अस्ति, तद् सः विषयः अस्ति षष्ठी विभक्ति इति. गतवर्गे वयं पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अधः, अन्तः इति यदा वक्तुमिच्छामः तस्मिन् सन्दर्भे षष्ठी विभक्तेः प्रयोगः भवति. कस्य पुरतः किम् अस्ति, यस्य पृष्ठतः किम् अस्ति, कस्य उपरि किम् अस्ति इति वयं प्रष्टुं शक्नुमः. तदेव आसीत्. तदनन्तरं वयं किञ्चित् अन्यत् अपि कृतवन्तः. तदस्ति वर्णक्रमः इत्युक्ते कः इति, पदस्य वर्णक्रमः कथं करणीयं, कथं वक्तव्यम् इति तदपि वयं गतवर्गे कृतवन्तः. इदानीं अद्य वयं किं कुर्मः इत्युक्ते, किञ्चित् आवश्यकं मास्तु, पर्याप्तम् इति तस्य अग्रिम अध्याये यः विषयः अस्ति तं कृत्वा अग्रे क्रियापदस्य लट्लकाररूपस्य परिचयः तदेव भवति अद्य. अस्तु, प्रथमतया वयं किं कुर्मः, तत्र पुरतः, पृष्ठतः, उपरि इति तस्मिन् सन्दर्भे षष्ठीविभक्तेः प्रयोगः भवति इति तत्र अभ्यासः वयं वर्गे अपि कृतवन्तः, किन्तु गृहपाठे अपि एतद् एषः एव विषयः अस्ति. अत्र गृहपाठः आसीत् तत्र अभ्यासकरपत्रम् इति आसीत्, तद् कृपया सर्वे पश्यन्तु. तत्र गृहपाठः आसीत्, करपत्रे तु पुटत्रयमस्ति. प्रथमपुटे केवलं प्रथम अपि द्वितीय अभ्यासं करोतु इति एव गृहपाठः आसीत्. अस्तु, तत्र अस्तु, नरेश महोदय तत्र पठति वा? आं महोदय. अभ्यासः उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु. उदाहरणं गृहं पुरतः उद्यानम् अस्ति. गृहस्य पुरतः उद्यानम् अस्ति. इदानीं गृहस्य अन्यषष्टिविभक्तिरूपाणि अपि वदतु. गृहाणाम् इति समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे गीताञ्जलि भगिनी अग्रिमं करोति वा? उद्यानं वनम् इति अस्ति भगिनि. वनम् इति अस्ति चेत् तस्य षष्ठी किं भवति? वनस्य. तत्र मकारः भवति वा? उद्यानयस्य. तत्र उद्यान, तत्र वनस्य, तत्र भवति वनम् अस्ति, तत्र किं भवति, किं करोति, मकारः त्यजति, त्यक्त्वा केवलं स्य इति भवति खलु, वनयोगस्य खलु. अस्तु महोदय. तत्र गृहमस्ति गृहस्य, वनमस्ति वनस्य, उद्यानमस्ति उद्यानस्य. अस्तु अस्तु, क्षम्यतां महोदय. न चिन्ता मास्तु भगिनि. इदानीम् उद्यानस्य पुरतः मार्गः अस्ति. इदानीम् उद्यानस्य इति तत्र अन्यानि रूपाणि, उद्यानस्य उद्यानयोः हा समीचीनं भगिनि. हा तत्र नकारः पदे अपि नकारः अस्ति, तदनन्तरं नाम् इति अपि भवति, अतः उद्यानानाम् इति. समीचीनं भगिनि, अस्तु धन्यवादः. शोभा भगिनि अग्रे. शिवः शिवस्य पुरतः नन्दीविग्रहः अस्ति. हा इदानीं शिवस्य द्विवचने शिवस्य शिवयोः शिवानां शिवानाम् अशिवानां शिवानां शिवानां शिवानां शिवानां शिवानाम् इति. हा तत्र वानन्तरं दीर्घकारः अस्ति शिवानाम् इति. समीचीनं भगिनि, अस्तु अग्रे मेहुल् महोदय वदति वा. आं महोदय. भवनम् अत्र भवनस्य इति षष्ठी विभक्ति एकवचनम् भवनस्य पुरतः मुख्यद्वारम् अस्ति. अनन्तरं द्वितीयवचने द्विवचने भवनस्य भवनयोः पुरतः मुख्यद्वारम् अस्ति. अनन्तरं बहुवचनम् अस्ति भवनानां पुरतः मुख्यद्वारम् अस्ति. बहु समीचीनं. हा समीचीनमस्ति महोदय, धन्यवादः. अस्तु अग्रे वंशीसुधा भगिनी वदति वा. अस्तु महोदय. कार्यालयः कार्यालयस्य पुरतः यानानि तिष्ठन्ति. कार्यालयस्य षष्ठी विभक्तौ प्रथमवचने अस्ति. एकवचने क्षम्यतां, द्विवचने अस्ति. कार्यालयोः कार्यालयोः तत्र गृहम् अस्ति. किं भवति तस्य षष्ठी किं भवति? गृहयोः कार्यालयोः. हा तत्र पदं गृहम् इति पदम् अस्ति खलु भगिनि, तदनन्तरं किं वयं कुर्मः? कार्यालययोः. हा तत्र यकारः अस्ति. हा कार्यालययोः कार्यालयानां. समीचीनं, बहुवचनरूपमस्ति तत्र कार्यालयानां. नाम इति णत्वं भवति इति मूर्धननकारः भवति. हा सत्यं भगिनि. हा समीचीनम्, अस्तु धन्यवादः. अस्तु उषा भगिनी अद्य वदति खलु भवती. आम् आम् महोदय. अस्तु अग्रिमं करोति वा अग्रे मन्दिरम् इति. हा तद् दत्तमस्ति, तद् एकवारं पठित्वा अग्रिमं करोतु. मन्दिरस्य पृष्ठतः वृषभः निद्राति. हा तत्र मन्दिरस्य द्विवचनं बहुवचनं? मन्दिरस्य एकवचनं. मन्दिरयोः मन्दिराणां नकारः भवति. हा मन्दिराणां. समीचीनं भगिनि. हा अग्रे अग्रिमं भगिनि. गृहं गृहस्य वामतः कूपः पृष्ठतः तत्सर्वं पृष्ठतः एव. गृहस्य पृष्ठतः कूपः अस्ति. गृहं गृहस्य एकवचनं. गृहयोः द्विवचनं. गृहाणां बहुवचनं. समीचीनं भगिनि. हा धन्यवादः. अस्तु रघुपति महोदय अग्रिमम्. हा महोदय. उत्पीठिकायाः उत्पीठिकायोः उत्पीठिकानाम् उत्पीठिकायाः पृष्ठतः आसन्दः अस्ति. समीचीनं महोदय. उत्पीठिकायोः अत्र दीर्घ अस्ति न उत्पीठिकायोः न उत्पीठिकायोः उत्पीठिकायोः इति रमयोः रमयोः रमयोः ओके ओके अल्प ओके ह्रस्वस्ति ह्रस्वकारः उत्पीठिका ककारस्य अनन्तरं ह्रस्वकारः ह्रस्वकारः परन्तु बहुवचने दीर्घ एव. सत्यं हा तत्र तत्र भवति हा तत्र एकवचने बहुवचने दीर्घ आकारः भवति किन्तु द्विवचने ह्रस्वकारः हा अस्तु भानुचेतिनी महोदय अग्रे महोदय एतद् अनन्तरम् अहं करोमि उद्घाटय महोदय अस्तु अस्तु चिन्ता मास्तु चिन्ता मास्तु अस्तु अस्तु नरेश महोदय पुनः आं महोदय भवनं भवनस्य भवनस्य पृष्ठतः सस्यानि सन्ति भवनस्य भवनयोः भवनानाम् इति अस्ति समीचीनम् अस्तु इदानीं गीताञ्जलि भगिनी जलागारः न न विद्यालयः इति अपि अस्ति दशमः विद्यालयः विद्यालयस्य पृष्ठतः क्रीडाङ्गणम् अस्ति विद्यालययोः पृष्ठतः क्रीडाङ्गणम् अस्ति विद्यालयानां पृष्ठतः क्रीडाङ्गणम् समीचीनं भगिनि हा अस्तु सर्वे वाक्यानि अवगच्छन्ति खलु तत्र क्लेशः किमपि नास्ति इति मन्ये अस्तु इदानीम् अग्रे गच्छामः शोभा भगिनी अग्रे भवन उदाहरणं भवनं भवनस्य उपरि जलागारम् अस्ति भवनस्य द्विवचनं बहुवचनमपि भवनं भवनस्य भवनं भवनस्य भवनयोः भवन भवनानां भवनानां समीचीनं भगिनि इदानीम् अग्रिमं करोतु उदाहरणमस्ति जलागारः जलागारस्य उपरि काकः अस्ति जलागारस्य जलागारयोः जलागाराणां समीचीनं हा उपरि काकः अस्ति समीचीनं भगिनि समीचीनं भगिनि हा जलागारः इत्युक्ते वाटर् टेङ्क् सत्यं सत्यं भगिनि सत्यं अस्तु अस्तु अग्रे वंशीसुधा भगिनी वदति वा आं महोदय उत्पीठिका स्त्रीलिङ्गे अस्ति उत्पीठिकायाः उपरि पुस्तकम् अस्ति उत्पीठिकयोः उत्पीठिकानां रूपाणि उत्पीठिकानाम् उपरि पुस्तकम् अस्ति आं महोदय समीचीनं भगिनि अस्तु मेहुल् मोदि अग्रे सञ्चिकायाः उपरि नाम लिखितमस्ति सञ्चिकायाः सञ्चिकयोः सञ्चिकाणां सञ्चिकानां नकारः एव नकारः तत्र अस्ति नकारः केवलं यदि रकारः रे रुकारः अथवा षकारः मूर्धन्यषकारः भवति चेत् अपि भेद बाधा नास्ति चेत् भवति महोदय अत्र सञ्चिका एव अस्ति अतः सञ्चिका इत्युक्ते फैल् फैल् समीचीनं फैल् फैल् इति अस्ति अस्तु उषा भगिनी अग्रे दीपः दीपस्य उपरि कीटः भ्रमति दीपस्य एकवचनं दीपयोः द्विवचनं दीपानां बहुवचनं हा समीचीनं भगिनि धन्यवादः अस्तु अग्रे रघुपति महोदय आं महोदय उत्पीठिका उत्पीठिकायाः अधः अवकरिका अस्ति उत्पीठिकयोः अधः उत्पीठिकानाम् अधः इति अस्ति वृक्षः वृक्षः वृक्षस्य अधः बालाः क्रीडन्ति वृक्षयोः अधः बालाः क्रीडन्ति वृक्षाणाम् अधः बालाः क्रीडन्ति समीचीनं महोदय अवकरिका इत्युक्ते हा अस्तु समीचीनम् अस्तु हा अग्रे हा अस्तु नरेश महोदय आम् महोदय वित्तकोशः वित्तकोशस्य अधः कार्यालयः अस्ति वित्तकोशयोः वित्तकोशानाम् इति अस्ति समीचीनं महोदय अस्तु शोभा भगिनी पत्रभारः पत्रभारस्य अधः अद्यतनपत्रिका अस्ति पत्रभारस्य पत्रभारयोः पत्रभाराणाम् इति अस्ति रूपाणि समीचीनं रूपाणि समीचीनं भगिनि तत्र पत्रभारः इत्युक्ते पेपर् वैट् हा समीचीनं भगिनि अस्तु गीताञ्जलि भगिनि अग्रे सोपानयोः सोपानयोः समीचीनं भगिनि सोपानानाम् अस्तु समीचीनं बिडालः इत्युक्ते अन्यपदम् अस्ति वा बिडालः इति समानार्थकपदं मार्जारः महोदय मार्जारः रः इति अस्तु अस्तु समीचीनम् अस्तु उषा भगिनी अग्रे उत्पीठिका उत्पीठिकायाः वामतः अवकरिका अस्ति उत्पीठिकायाः उत्पीठिकायोः उत्पीठिकानाम् आम्रवृक्षस्य वामतः कदलीवृक्षः अस्ति आम्रवृक्षस्य आम्रवृक्षयोः आम्रवृक्षाणां समीचीनं भगिनि अस्तु अग्रे मेहुल् महोदय नलिकायाः वामतः द्रोणी अस्ति नलिकायाः नलिकानां नलिकानाम् इति नलिका इत्युक्ते महोदय न जाने महोदय कोऽपि वदति वा अस्तु अग्रे रघुपति महोदय क्षम्यतां महोदय एकनिमिषं लेखनी इति लेखनी लेखन्याः वामतः मापिका अस्ति लेखन्योः लेखनीनां लेखनीनां ओके नदी इति नदीनां नदीनां समीचीनं महोदय अस्तु बालचेतनी महोदय वदति वा इदानीम् आं महोदय अस्तु अग्रिमं करोतु महोदय मन्दिरयोः वामतः मन्दिराणां वामतः ध्यानम् अस्ति समीचीनं महोदय अस्तु अग्रे वंशीसुधभगिनी अग्रे पठति वा आं महोदय कार्यालयः कार्यालयस्य दक्षिणतः उपाहारगृहम् अस्ति कार्यालययोः दक्षिणतः उपाहारगृहम् अस्ति कार्यालयानां मूर्धन्यकारः अस्ति कार्यालयानां दक्षिणतः उपाहारगृहम् अस्ति समीचीनं भगिनि अग्रिमं स्वीकरोतु मार्गः मार्गस्य दक्षिणतः आम्रवृक्षाः सन्ति मार्गयोः दक्षिणतः आम्रवृक्षाः सन्ति मार्गाणां दक्षिणतः आम्रवृक्षाः सन्ति तत्र किमर्थं नकारः भवति रेफः अस्ति महोदय मार्गः नकारः मूर्धन्यनकारः भवति महोदय रेफः अस्ति किन्तु बाधा अस्ति वा मध्ये कवर्ग अथवा पवर्गीय अतः बाधा नास्ति इति नियमः. समीचीनम् अस्तु, धन्यवादः. अस्तु, नरेश मोदी अग्रे. पाठशालायाः दर्शनतः ग्रन्थालयः अस्ति. पाठशालयोः पाठशालानां पाठशालानां. समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनि. ओ, भवती भवनमेव करोति वा बहुवारम्? अस्तु अस्तु, भवती व्यजनम् इति करोतु, अन्य कोऽपि भवनं करोति. व्यजनस्य दक्षिणतः पिञ्जरम् अस्ति. व्यजनस्य व्यजनयोः व्यजनाना इति अस्ति. व्यजनम् इत्युक्ते फ़ान् इति अस्तु. अस्तु, अत्र अग्रे उषा भगिनी, भवनम् इति तद् यदस्ति तत् करोति वा भगिनि? भवनं भवनस्य दक्षिणतः आपणः अस्ति. भवनयोः दक्षिणतः आपणः अस्ति. भवनानां दक्षिणतः आपणः अस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे मेहुल् महोदय अग्रे, तत्र स्यूतः इति अस्ति, तद् एकवारं पठित्वा अग्रिममपि करोतु महोदय. अस्तु, स्यूतः, स्यूतस्य अन्तः धनम् अस्ति. स्यूतस्य स्यूतयोः स्यूतानाम् अनन्तरं पाकशाला, पाकशालायाः अन्तः चुल्लिः अस्ति. पाकशालायाः पाकशालयोः पाकशालानां पाकशालानाम् इति एव. समीचीनं महोदय. अस्तु, रघुपति महोदय अग्रे. भवनं भवनं भवनस्य भवनयोः भवनानां भवनस्य अन्तः यन्त्राणि सन्ति इति अस्ति. समीचीनं महोदय. भानुचेतनी महोदय अग्रे. भानुचेतनी महोदय न श्रूयते, न श्रूयते महोदय, किमपि न श्रूयते. अस्तु, अग्रे नरेश महोदय वदति वा? आं महोदय. प्रकोष्ठः, प्रकोष्ठस्य अन्तः कपाटिका अस्ति. प्रकोष्ठस्य प्रकोष्ठयोः प्रकोष्ठानां, प्रकोष्ठानां, प्रकोष्ठानाम् एव अस्ति, नकारः एव, नकारः एव, षकारः अस्ति किन्तु मध्ये टकारः अस्ति, तत् टकारः. कवर्गः कवर्गीय पवर्गीय नास्ति, अतः बाधा अस्ति अत्र. समीचीनं महोदय. अस्तु महोदय, श्रूयते महोदय? हा, इदानीं श्रूयते महोदय. अस्तु, अग्रिमं करोतु महोदय, पेटिका इति. समीचीनं. पेटिकायाः अन्तः वस्त्राणि सन्ति. पेटिकायोः अन्तः, पेटिकयोः, पेटिकयोः, पेटिकयोः अन्तः वस्त्राणि सन्ति. पेटिकानाम् अन्तः वस्त्राणि सन्ति. समीचीनं महोदय. अस्तु, अग्रे कः? अस्तु, उषा भगिनी अग्रे, तत् अग्रिमपुटे अभ्यासः अस्ति, यः अभ्यासः अस्ति तं पठित्वा प्रथमं करोतु महोदय. पुरतः, पृष्ठतः, उपरि, अधः, वामतः, दक्षिणतः, अन्तः इति शब्दानां प्रयोगे षष्टि कोष्ठगतपदानां षष्ट्यन्तरूपैः उदाहरणानुगुणम् उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु. पर्वतस्य वामतः नदी प्रवहति. हिमालयः हिमालयस्य पृष्ठतः क्रीडाक्षेत्रम् अस्ति. विद्यालयः भगिनि. विद्यालयस्य पृष्ठतः क्रीडाक्षेत्रम् अस्ति. समीचीनं भगिनि. अस्तु, धन्यवादः. नरेश महोदय अग्रे. फलकं फलकस्य अधः बिडालः स्वपिति. हा, स्वपिति इत्युक्ते निद्राति. निद्राति. हा, निद्राति. समीचीनं. निद्राति. फलकस्य फलकानां. समीचीनं महोदय. बिडालः वा बिडालः वा एकमेव महोदय. तत्र बिडालः इति अहं चिन्तयामि महोदय. बिडालः इति अपि प्रायशः भवति एव, न जानामि महोदय. किन्तु किन्तु मुद्रणे वकारः एव दत्तमस्ति. न जान द्रष्टव्यमस्ति. बिडालः तु जानामि, बिडालः न जानामि महोदय. किन्तु तदेव अस्ति, मुद्रणदोषः अपि भवितुमर्हति. कोऽपि दृष्ट्वा वदन्तु. वदतु महोदय. अस्तु महोदय, नमस्कारः. अस्तु अग्रे शोभा भगिनि. आम्रवृक्षः. आम्रवृक्षस्य उपरि कोकिलः कूजति. आम्रवृक्षस्य आम्रवृक्षयोः आम्रवृक्षाणाम् इति अस्ति. समीचीनं भगिनि. हा, अस्तु, गीताञ्जलि भगिनि अग्रे. सचिवालयः. सचिवालयः सचिवालयोः सचिवालययोः सचिवालयलयानाम्. सचिवालस्य पुरतः सचिवालयस्य पुरतः न्यायालयः अस्ति. समीचीनं भगिनि. हा, अस्तु, अग्रे वंशीसुधा भगिनि. आं महोदय. व्यायामशाला. व्यायामशालायाः दक्षिणः ध्यानकेन्द्रम् अस्ति. दक्षिणतः ध्यानकेन्द्रम् अस्ति. व्यायामशालयोः इति द्विवचने अस्ति. व्यायामशालानाम् इति बहुवचनरूपम् अस्ति महोदय. समीचीनं भगिनि. अस्तु, रघुपति महोदय अग्रे. प्रधानमार्गः. प्रधानमार्गस्य पृष्ठतः गुप्तमार्गः अस्ति. प्रधानमार्गयोः पृष्ठतः गुप्तमार्गः अस्ति. प्रधानमार्गाणाम् इति बहुवचने. अस्तु महोदय. अस्तु, मेहुल् महोदय अग्रे. कूपः. कूपस्य अन्तः मण्डुकः रटति. कूपस्य कूपयोः कूपानां. कूपानां. समीचीनं महोदय. जयन्त् महोदय नमस्कारः. बनचेतन् महोदय वदतु. गुप्तमार्गः इत्युक्ते सीक्रेट् पेसेज् वा? हा, इति चिन्तयामि महोदय. तत्र प्रधानमार्गः मेन् रोड्, मेन् रोड् बिहैण्ड् मेन् रोड् सीक्रेट् पेसेज् अथवा सीक्रेट् वे इति. सत्यं महोदय. जयन्त् महोदय, भवानपि वदति वा अद्य किम्? नमस्कारः महोदय, अहं वदामि. अस्तु, अग्रिमं करोति वा? नवमः. नवमः. वित्तकोशः वामतः. वित्तकोशस्य वामतः वसतिगृहम् अस्ति. इदानीं वित्तकोशस्य वदतु महोदय. अस्तु, वित्तकोशस्य वामतः वसतिगृहम् अस्ति. एकवचनं. वित्तकोशयोः वामतः वसतिगृहम् अस्ति. बहुवचन द्विवचनं. वित्तकोशाणां वामतः वसतिगृहम् अस्ति इति बहुवचनं. समीचीनं महोदय, बहु समीचीनं. धन्यवादः. भानुचेतनी महोदय अग्रिमम्. गजस्य उपरि अस्तिपकः अस्ति. गजयोः उपरि अस्थिपकः अस्ति, गजानाम् उपरि अस्थिपकः अस्ति. समीचीनं महोदय, अस्तु धन्यवादः. अग्रे गीताञ्जलि भगिनी अग्रिमं करोति वा? हस्तिपकः यः गजस्य नियन्त्रणं करोति. महौत् महौत् इति आङ्ग्लभाषायां यदस्ति, यः गजस्य उपरि स्थित्वा गजं चालयति, तस्य नाम अस्ति हस्तिपकः इति. उद्यानम् अन्तः, उद्यानस्य अन्तः पुष्पाणि सन्ति. उद्यानम् उद्यानस्य उद्यानयोः उद्यानानाम् इति अस्ति. समीचीनं भगिनि, हा अस्तु. शोभा भगिनी क्षम्यतां महोदय, हस्तिपक इत्युक्ते महोत, सत्यं महोदय. ओके ओके ओके. शोभा भगिनी अग्रे. गृहं गृहस्य पुरतः तुलसीवृक्षः अस्ति. गृहस्य गृहयोः गृहाणां गृहाणां. समीचीनं भगिनि. उषा भगिनी अग्रे. पाठशाला पाठशालायाः पृष्ठतः वित्तकोषः अस्ति. पाठशालायाः पाठशालायोः द्विवचने भगिनि पुनरेकवारं. पाठशालायाः पाठशालायोः पाठशालानां. तत्र द्विवचने लकारस्य अनन्तरम् अकारः दीर्घः वा ह्रस्व वा? दीर्घः. द्विवचने पाठशालायोः. तत्र किं भवति भगिनि, तत्र रमा इति अस्ति चेत् रमायाः रमयोः इति भवति. पाठशालयोः पाठशालायाः पाठशालयोः पाठशालानाम् इति लकारस्य अनन्तरं केवलं द्विवचने ह्रस्वकारः भगिनि. समीचीनं वा? समीचीनं. अस्तु, धन्यवादः. नमस्कारः भगिनि. अस्तु अग्रे मेहुल् महोदय वदति वा? पाकशाला पाकशालायाः वामतः देवगृहम् अस्ति. पाकशालायाः पाकशालयोः पाकशालानाम् इति अस्ति. समीचीनं महोदय. अस्तु अग्रे जयन्त् महोदय वदति वा? अस्तु महोदय. नेत्रे नेत्रस्य अधः नासिका अस्ति. किन्तु नेत्रे इति सर्वं वदतु महोदय. नेत्रस्य इति एकं, तदनन्तरं नेत्रयोः अधः नासिका अस्ति. नेत्राणाम् इति बहुवचनम् अस्ति, किन्तु अत्र किं रूपं समीचीनम् अस्ति? नेत्रयोः अधः नासिका. समीचीनं महोदय. नेत्रे इति द्विवचने अस्ति इति कृत्वा. समीचीनं समीचीनम्. अस्तु रघुपति महोदय अग्रे. हा महोदय. कूपी कूप्याः अन्तः जलम् अस्ति. कूप्योः अन्तः कूप्यानाम् इति अस्ति. समीचीनं महोदय. अस्तु भानुचित्रि महोदय अग्रे. महोदय, लेखन्याः अन्तः पुनः पूरणी अस्ति. लेखन्योः अन्तः पुनः पूरणी अस्ति. लेखनीनाम् अन्तः पुनः पूरणी अस्ति. समीचीनं महोदय. अस्तु महोदय, अत्र यथा आकार त्रिलिङ्ग अत्र द्विवचने अकार ह्रस्व अकार भवति अवशिष्यते, परन्तु ईकार अत्र ह्रस्व ईकार न भवति द्विवचने. अस्ति तत्र इकारः एव नास्ति खलु महोदय इकार एव न भवति गौर्योः इति नद्योः इति भवति अतः अस्तु अग्रे वंशीसुधभगिनी अग्रे आं महोदय वृक्षशाखा शाखा वृक्षशाखायाः उपरि मा उपविशतु वृक्षशाखा शाखयोः द्विवचनरूपमस्ति वृक्षशाखानाम् इति बहुवचनरूपमस्ति महोदय शाखानाम् इति ककारः ककारः अस्ति शकारः अपि अस्ति शाखा नास्ति महोदय शाखा एतत् तालव्यश शकार अस्ति शकार तत्र अस्ति महोदय शकारे मूर्धन्यशकारः अस्ति इति शाखाणाम् इति चिन्तयामि किन्तु यदि दोषः अस्ति चेत् वदन्तु अस्तु अग्रे गीताञ्जलि भगिनि अग्रे नृत्यशाला नृत्यशालायाः पुरतः नटराजविग्रहः अस्ति नृत्यशालायाः नृत्यशालयोः नृत्यशालानाम् इति अस्ति समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि अन्तिमं सुरेशः सुरेशस्य दक्षिणतः गणेशः तिष्ठति इदानीं केवलं सुरेशाणाम् इति सुरेशाणाम् इति अस्ति भगिनि समीचीनम् अस्तु अत्र अभ्यासं कृत्वा वयं किं प्राप्तवन्तः इत्युक्ते एकमस्ति षष्टिविभक्तेः अभ्यासः अन्यत् अस्ति अनेकानि उदाहरणानि वाक्यानि अस्तु यदि गृहपाठे अहं पृच्छामि वाक्यानि रचयन्तु अत्र अनेकानि वाक्यानि सन्ति तद्दृष्ट्वा नूतनानि वाक्यानि भवन्तः सर्वे रचितुं शक्नुवन्ति अस्तु इदानीं अत्र किमपि कोऽपि प्रश्नः अस्ति वा अत्र अस्तु नास्ति इति मन्ये अस्तु अतः इदानीं गीता प्रश्नः अस्ति कूपि ईकारान्त स्त्रीलिङ्ग सत्यं भगिनि कूपी इति लेखनी कूपी ईकारान्त स्त्रीलिङ्गशब्दानां महोदय कूपी तत्र कूपी इति तद् सत्यं भगिनि सत्यम् इति मन्ये कूपः अष्टमवाक्ये तत्र तत्र पुल्लिङ्गपदम् अस्ति कूपः तत्तु किन्तु कूपी इति एव कूपः शब्दः नद्याः नदीभ्यां नदीभ्यः किन्तु कूपः इति वेल् अस्ति भगिनि अस्तु महोदय षोडश वाक्ये मध्ये कूपी ईकारान्त स्त्रीलिङ्ग अस्ति कूप्याः अन्तः जलम् अस्ति सत्यं प्रश्नः कः इस् इस् लैक् अ नदी शब्दः महोदय सत्यं सत्यं नद्याः नदीभ्यां नदीभ्यः रैट् किमर्थं नदीभ्यां किमर्थं नदीभ्यां एतत् षष्टि विभक्ति अस्ति नदीभ्यां भ्यां कदा भवति भगिनी प्रायशः तत्र किम् अस्ति इत्युक्ते कूप्याः इति नद्याः इति षष्टिमध्ये नद्याः नद्योः नदीनाम् इति अस्ति प्रायशः भवती पञ्चविभक्ति तां चिन्तयति इति मन्ये, तत्रापि नद्याः नदीभ्याम् इति तत्र पञ्चमी विभक्तौ भवति. हा तृतीया चतुर्थी पञ्चमी तत्र द्विवचने भ्याम् इति भवति, किन्तु षष्ठी सप्तमी योः इति भवति. समीचीनं वा इदानीं? धन्यवादः. अस्तु अस्तु हा अस्तु, इदानीं गीतासोपाने एव पुनः गीतासोपानं गच्छामः. तत्र पुटसङ्ख्या 35 तत्र आवश्यकं मास्तु पर्याप्तम् इति एकः सम्भाषणः अस्ति. अस्तु पश्यामः. जयन्त् महोदय अपि वंशीसुधा भगिनी पठन्ति वा? अस्तु महोदय. जयन्त् महोदय भवान् एव आरम्भं करोतु. वंशीसुधा भगिनी, जयन्त् महोदय आचार्यः यत्र यत्र अस्ति सः पठति, भवती अन्यः सर्वं पठति. अस्तु. नमो नमः. प्रारम्भं करोतु महोदय. अस्तु. नमो नमः. अद्य गीतापाठनम् आवश्यकं किम्? आम् आवश्यकं, निश्चयेन आवश्यकम्. आचार्यः गीतापठनार्थं किं किम् आवश्यकम्? गीतापुस्तकम् आवश्यकम्. लिपिज्ञानम् आवश्यकं किम्? आम् लिपिज्ञानम् आवश्यकम्. कृष्णफलकम् आवश्यकं किम्? कृष्णफलकं मास्तु. मम उच्चारणदोषः अस्ति, भवतः सहायम् आवश्यकम् आचार्यः. भयं मास्तु, अहं सहायं करोमि. श्लोकानां कण्ठस्थीकरणम् आवश्यकं किम्? मास्तु, प्रतिदिनं पारायणं पर्याप्तं, तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति. भवतः गीतापुस्तकम् आवश्यकं किम्? मम मास्तु, गोविन्दस्य आवश्यकम्. मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति, आनयामि किम्? मास्तु, मूलमात्रं पर्याप्तम्. अस्तु आचार्यः, धन्यवादः. स्वागतम्. अस्तु धन्यवादः. अस्तु तत्र किं किम् अस्ति इति पङ्क्ति सम्बोधने महोदय, आगच्छामः आगच्छामः. सत्यं सत्यं, किन्तु आगच्छामः. हा अस्तु. हा तत्र किं किं विषयः कः इत्युक्ते, आवश्यकं, मास्तु, पर्याप्तं, धन्यवादः, स्वागतम् इति नूतनानि पदानि सन्ति. आवश्यकम् इत्युक्ते किम् अस्ति? नेससरि. नेससरि अस्तु. हा अस्तु. हा इदानीं मास्तु इत्युक्ते not required. पर्याप्तम्? sufficient. enough. अस्तु enough. अस्तु इति अस्ति. अस्तु पङ्क्तिशः पश्यामः. आचार्यः नमो नमः. अद्य गीतापठनम् आवश्यकं किम् इत्युक्ते किम् अद्य गीतायाः पठनं कुर्मः वा इति इति प्रश्नः. आम् आवश्यकं, निश्चयेन आवश्यकम्. निश्चयेन आवश्यकम् इत्युक्ते तत्र एम्फोसिस् अस्ति. हा आवश्यकं, निश्चयेन आवश्यकं. महोदय निश्चयेन अव्ययपदमस्ति महोदय. निश्चयः तत् तत् पूर्वमपि वयं दृष्टवन्तः भगिनि, तत्र प्रायशः कृष्णफलके तत् निश्चयः तत्र निश्चयेन इति. हा हा हा भगिनि एकनिमिषः. अहं सत्यं प्रश्नः कः तत् तृतीया भवति इति वा? निश्चयेन इति तृतीया विभक्तिरूपम् अस्ति, अपि निश्चयेन इति अव्ययपदमपि अस्ति, किन्तु तयोः रूपं समानमस्ति किन्तु अर्थभेदः अस्ति. निश्चयेन इत्युक्ते सर्टन्लि, किन्तु निश्चयः यत् अस्ति, निश्चयेन इति यद् अस्ति, तत्र किञ्चित् अर्थभेदः भवति. किम् उदाहरणार्थं रमेशः किमपि निश्चितवान्, रमेशस्य निश्चयः अभवत्, तेन निश्चयेन अन्यत् किमपि अन्य कोऽपि दुःखः अनुभूतवान्. तत्र रमेशस्य निश्चयेन सुरेशः दुःखम् अनुभूतवान्, तत्र सर्टन्लि इति नास्ति खलु? आं महोदय. तदेव अस्ति भेदः. धन्यवादः. निश्चयेन एकमस्ति अव्ययम्, अन्यत् अस्ति निश्चयः पदस्य तृतीया विभक्ति. सत्यं भगिनि. अस्तु, सम्यक् वा वंशीसुधा भगिनी? सम्यक्. इदानीम् आचार्य, अत्र सम्बोधनरूपम् अस्ति, हे राम इति, हे आचार्य इति, तत्र आचार्य इति सम्बोधनरूपम् अस्ति. गीतापठनार्थं, गीतापठनं कर्तुं किं किम् आवश्यकम् इति अस्ति. तत्र गीतापठनार्थम् इति गीतापठनस्य कार्यं वयं कर्तुमिच्छामः, तत् कर्तुमिच्छामः, अतः किं किम् आवश्यकम् इति प्रश्नः अस्ति. तत्र किं किम् इति द्विवारं तत्र लिखितमस्ति, तत्र प्रथम किम् अपि द्वितीय किं, तयोः मध्ये भेदः अस्ति, रूपः रूपं भिन्नम् अस्ति खलु. प्रथम किं तत्र किम् अस्ति? अनुस्वारः अस्ति. द्वितीय किं मध्ये मकारः इति अस्ति. किमर्थम् अत्र अत्र व्यञ्जन अस्ति प्रथम अनुस्वारस्य उत्तर अनन्तरं ककारः अस्ति, परन्तु द्वितीयमकारस्य अनन्तरं स्वरः स्वरः अतः. एतद् लेखननियमः अस्ति, लेखनसमये यदि एतादृश अनुस्वारः भवति न वा इति निर्णेतुम् अग्रे किं भवति, अग्रिमवर्णः किं कः इति दृष्ट्वा, यदि व्यञ्जनम् अस्ति चेत् इम् इति अनुस्वारः स्थापयितुं शक्नुमः, किन्तु अग्रिमवर्णः स्वरः अस्ति चेत् मकारः लेखनीयम् इति नियमः अस्ति. अतः प्रथम किम् अनुस्वारः मध्ये अनुस्वारः अस्ति, द्वितीय किं मध्ये मकारः अस्ति. अस्तु, गीता पुस्तकम् आवश्यकं, तत्रापि पश्यतु गीता पुस्तकम् इति एव तत्र मकारः अस्ति, आवश्यकम् इति अग्रे आयाति. अस्तु, लिपिज्ञानम् आवश्यकं किम्? लिपिज्ञानम् इत्युक्ते रैटिङ्ग् केपबिलिटि अथवा रीडिङ्ग् केपबिलिटि, नालेज् आफ् स्क्रिप्ट्. यदि आङ्ग्लभाषायां लिखितमस्ति चेत् अथवा संस्कृते एव लिखितमस्ति चेत् इति लिपिज्ञानम् आवश्यकं किम्? आम्, लिपिज्ञानम् आवश्यकम्. गीतायाः पठनं केवलं संस्कृते एव करणीयम् अथवा किमपि, लिपिज्ञानं तु आवश्यकम्. कृष्णफलकम् आवश्यकं किम्? अत्र आम् इति मकारः उपरि न गच्छति वा? हा, आम् सर्वदा एतादृश एव भवति महोदय. किमर्थं महोदय? न जानामि, न जानामि, किन्तु अत्र प्रायशः तत्र परन्तु अत्र आकार अस्ति अतः भवितुम् अर्हति परन्तु आम् सदा सर्वदा आम् एव अस्ति सर्वदा एतदेव दृष्टवान् अस्मि महोदय तत्र अत्र एतद् लेखननियमः भवति न वा इति न जानामि किन्तु उत्तमप्रश्नः अस्ति महोदय पृष्ट्वा वदामि महोदय आम् इति स्वयम् एकं पदम् अस्ति वा वाक्यम् अस्ति वा अतः द्रष्टव्यम् अस्ति भवितुम् अर्हति अस्तु आम् लिपिज्ञानम् आवश्यकं कृष्णफलकम् आवश्यकं किम् कृष्णफलकं मास्तु इदानीं मम उच्चारणदोषः अस्ति भवतः साहाय्यम् आवश्यकम् आचार्य भयं मास्तु अहं साहाय्यं करोमि कोऽपि प्रश्नः वा अत्र अस्तु श्लोकानां कण्ठस्थीकरणम् आवश्यकं किम् श्लोकानाम् इति विभक्ति का हा श्लोकानां कण्ठस्थीकरणं कण्ठस्थीकरणम् इत्युक्ते कण्ठस्थीकरणम् आवश्यकं किं मास्तु प्रतिदिनं पारायणं पर्याप्तम् इत्युक्ते प्रतिदिनं पारायणं पर्याप्तम् इत्युक्ते रिसैटेशन् हा रीडिङ्ग् अथवा रेसिटेशन् एव्रिडे रेसिटेशन् दट् इट्सेल्फ् इस् सफिशियण्ट् हा तदेव पर्याप्तं तेन इत्युक्ते किम् पारायणेन हा पारायणेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति तत्र कण्ठस्थाः इत्युक्ते कण्ठस्थाः अपि श्लोकाः तयोः मध्ये कः सम्बन्धः समीचीनम् अस्तु तत्र विशेष्यं किं विशेषणं किम् विशेष्यं किं विशेष्यं श्लोकाः विशेष्यं विशेषणं कण्ठस्थाः समीचीनं भवतः गीतापुस्तकम् आवश्यकं किं डु यू नीड् गीतापुस्तकं तत्रापि पठतु आवश्यकम् इति सन्दर्भे भवतः आवश्यकम् अस्ति वा भवतः गीतापुस्तकम् आवश्यकं किं षष्ठीविभक्तिरूपं मम मास्तु मम आवश्यकं नास्ति इति हा गोविन्दस्य आवश्यकम् अस्ति मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति आनयामि किम् व्याख्यानसहितम् इत्युक्ते एक्स्प्लेनेशन् हा व्याख्यानसहितं वित् मूलम् अस्ति तदनन्तरं व्याख्यानमपि अस्ति तद् आनयामि किं शल् ऐ ब्रिङ्ग् दट् आल्सो ब्रिङ्ग् दट् मास्तु मूलमात्रं पर्याप्तम् इत्युक्ते व्याख्यानसहितं व्याख्यानसहितपुस्तकं मास्तु तस्य आवश्यकता तद् व्याख्यानसहितस्य पुस्तकस्य आवश्यकं नास्ति अस्तु आचार्य धन्यवादः स्वागतम् इति अस्ति तत्र आचार्य राम सीते इति तादृश सम्बोधन इति रूपम् इति वदामः तद् वयं किमपि न कृतवन्तः किन्तु सम्बोधना इति अस्ति रूपम् अस्ति इति तावत् मनसि स्थापयन्तु अस्तु अग्रे गच्छामः तत्र तत्र अग्रे तत् यद् अभ्यासः अस्ति तत् प्रायशः बहु सुलभः एव अस्ति अस्तु तत्र किं कुर्मः अस्तु उषा भगिनी तत्र अधोभागे यः अभ्यासः अस्ति तं पठति वा एकवारं महोदय श्रीकृष्णस्य मतानुगुणं किम् आवश्यकं किं मास्तु इति अत्र सूचितम् अस्ति. एतेषां साहाय्येन पृथक् वाक्यानि वदत. उदाहरणं वदतु तत्र. उदाहरणं क्लैब्यं मास्तु, युद्धम् आवश्यकम् इति अस्ति. अस्तु, तत्र पश्यामः श्रीकृष्णस्य मतानुगुणं. श्रीकृष्णस्य इति रूपं विभक्तिका तत्र षष्टि. हा, श्रीकृष्णस्य षष्टि मत अनुगुणम्, अकॉर्डिंग टु मत मतानुगुणं किम् आवश्यकं किं मास्तु इति अत्र सूचितम् अस्ति. एतेषाम् इति तत् किम् अस्ति विभक्ति? सप्तमी विभक्ति बहुवचनं. एतेषां षष्टिविभक्ति समीचीनं. हा, एतेषां साहाय्येन, रामस्य साहाय्येन लक्ष्मणः कार्यं कृतवान् इति. एतेषां साहाय्येन पृथक् वाक्यानि वदत इति अस्तु. तत्र क्लैब्यं, शोकः, चिन्ता, फले अधिकारः, विमूढभावः, व्यथा, युद्धं, सङ्गं त्यक्त्वा कर्माचरणम्, इन्द्रियनियमनम् अपि योगसेवनं, भगवद्भजनम्. अस्तु, एकमेकं वदन्तु. अस्तु, रघुपतिमहोदय, क्लैब्यं मास्तु इति अस्ति. क्लैब्यम् इत्युक्ते कवर्डिस्. अस्तु, अग्रे शोकः मास्तु वा, आवश्यकं वा? शोकः मास्तु. शोकः मास्तु. अस्तु, भानुचेतनी महोदय, चिन्ता? चिन्ता मास्तु, धैर्यम् आवश्यकम्. चिन्ता मास्तु, धैर्यम् आवश्यकम्. अस्तु, अग्रे मेहुल् महोदय, फले अधिकारः? फले अधिकारः मास्तु. हा, फले अधिकारः मास्तु. अस्तु, अग्रे वंशीसुधा भगिनी, विमूढभावः? विमूढभावः मास्तु महोदय. हा, विमूढभावः मास्तु. अस्तु, अग्रे गीताञ्जलि भगिनी, व्यथा? अस्तु, व्यथा मास्तु. युद्धम् आवश्यकम् इति दत्तमस्ति. शोभा भगिनी, अग्रे सङ्गं त्यक्त्वा कर्माचरणं? सङ्गं त्यक्त्वा कर्माचरणम् आवश्यकं महोदय. हा, आवश्यकम्. अस्तु, उषा भगिनी, इन्द्रियनियमनं? इन्द्रियनियमनम् आवश्यकम्. आवश्यकम्, आवश्यकम्. अस्तु, सर्वे उक्तवन्तः वा? हा, अस्तु, पुनः जयन्त् महोदय. हा, योगसेवनं? योगसेवनम् आवश्यकम्. योगसेवनम् आवश्यकम्. अस्तु, भानुचेतनि महोदय, भगवद्भजनम्? भगवद्भजनम् आवश्यकं, निद्रा आवश्यकम्. अस्तु महोदय, अस्तु, धन्यवादः. अस्तु, इदानीं तत्र षष्टिविभक्तेः प्रयोगः कुत्र कुत्र भवति इति वयं दृष्टवन्तः. तत् बहु उपयोगकरः अस्ति षष्टिविभक्तिरूपं. अतः अग्रे अपि पुनः पश्यामः इति मन्ये. अस्तु, इदानीं एतावत् वयं, महोदय, पाठः शीर्षः अस्ति माते सङ्गोस्तु. अस्ति द्वितीयाध्यायः 47 श्लोकः भगिनि. अत्र पूर्वरूपसन्धि भवति महोदय, सङ्गोस्तु विषयान्तरः अस्ति भगिनि, सन्धिवर्गे पृच्छतु एतत्. किन्तु किन्तु एतद् 247 इति चिन्तयामि. धन्यवादः महोदय. तत् यत् वयं दृष्टवन्तः, कर्मण्येव अधिकारस्ते यत् प्रसिद्ध श्लोकः अस्ति तदेव श्लोकः तस्मिन्नेव एतदपि भवति इति मन्ये. अस्तु अस्तु अग्रे गच्छामः. एतावत् नामपदस्य अभ्यासं कृतवन्तः. क्रियापदं तु आसीत् उदाहरणरूपेण, किन्तु क्रियापदस्य रूपं किम् इति तत्र वयं बहु तस्य चिन्तनं केवलं किञ्चित् एव कृतवन्तः. इदानीं क्रियापदस्य रूपं, तस्य लट् लकारः वर्तमानकालरूपं किम् अस्ति इति तदेव प्रथमतया पश्यामः. महोदय, भवान् सम्भाषण पूर्वम् आदिमः भवान् वदति पङ्क्तिशः. पङ्क्तिशः अन्तिमः वर्णः शः. तादृशः मुख्यशः वाक्यशः इति अहम् इति अस्ति. एतत् शः योजयित्वा किं भवति महोदय? पङ्क्तिशः अत्र लैन् बै लैन् इति अर्थे. सेण्टेन्स् बै सेण्टेन्स् इति, सहस्रशः इति अन्ये वर्गे अपि आगतम् आसीत् बै थौसण्ड्स् इति. एतत् शः योजयित्वा किं प्रत्ययः भवति इति, किमपि प्रत्ययः अस्ति इति मन्ये महोदय. सम्यक्तया न जानामि, द्रष्टव्यमस्ति. तत्र शः इति बाय् इति अन्य द्वितीय उत्तमप्रश्नः अस्ति महोदय. एतत् अहं मनसि स्मरामि न वा इति, यदि न स्मरामि कृपया भवान् एतत् ईमेल् द्वारा प्रेषयति वा? अस्तु, धन्यवादः. अहं पृष्ट्वा वदामि. धन्यवादः महोदय. अस्तु, अग्रे गच्छामः. तत्र लट्लकारः क्रियापदस्य रूपम् इति अस्ति. तत्र किं कुर्मः? अस्तु, तत्र मेहुल् महोदय, तत्र अग्रिम अध्यायः यदस्ति तत् पठति वा तत्र? आं महोदय. न शोचति न काङ्क्षति, पश्यत उच्चैः पठत अवगच्छत च. लट्लकारः प्रथम उदाहरणमस्ति, रथः गच्छति एकवचने, द्विवचने रथौ गच्छतः, बहुवचने रथाः गच्छन्ति इति अस्ति. अस्तु महोदय. तत्र रामः गच्छति इत्युक्ते तत् वदतु. रामः गच्छति एकवचने, रामौ गच्छतः द्विवचने, रामाः गच्छन्ति इति बहुवचने. अस्तु, समीचीनं महोदय. अस्तु, अग्रे तत्र शोभा भगिनी, तत्र सीता गच्छति इति. सीता गच्छति रामौ, सीता इति सीते. ऐ वास् वाण्टिङ्ग् इफ् दट् वास् करेक्ट्. रमे रमा रमे. सीते गच्छतः, सीताः गच्छन्ति इति अस्ति. समीचीनम्. अस्तु, अग्रे उषा भगिनी, किं कविः, कविः गच्छति. कविः गच्छति, कविः गच्छतः, कवयः गच्छन्ति इति अस्ति. समीचीनम्. अस्तु, समीचीनं भगिनी. अस्तु, अग्रे गीताञ्जलि भगिनी, तत्र देवी. देवी गच्छति. न न, देवी इति स्त्री स्त्रीलिङ्गपदम् अस्ति. तत्र रूपं किम् अस्ति? देवी इति पदस्य प्रथमाविभक्तिरूपम् अस्ति. एकवचने देवी, द्विवचने देव्यौ, नदी नद्यौ नद्यः अतः देवी देव्यौ देव्यः देवी गच्छति देव्यौ गच्छतः देव्यः गच्छन्ति इति अस्ति समीचीनम् अस्तु अस्तु अग्रे जयन्त् महोदय अग्रिमम् आचार्यः इति आचार्यः उपदिशति आचार्यौ उपदिशतः आचार्याः उपदिशन्ति इति अस्ति अस्तु महोदय धन्यवादः अस्तु अग्रे रघुपति महोदय तत्र सीता सीता सीता सीता उपदिशति सीते उपदिशतः सीताः उपदिशन्ति इति अस्ति समीचीनम् अस्तु भानुचेतनी महोदय कविः उपदिशति कविः उपदिशति कवि उपदिशतः कवयः उपदिशन्ति इति अस्ति समीचीनम् अस्तु वंशीसुधा भगिनी तत्र माता उपदिशति अस्तु माता उपदिशति अस्तु माता उपदिशति मातारौ उपदिशतः मातरः उपदिशन्ति इति अस्ति समीचीनम् अस्तु अग्रे पुनः मेहुल् महोदय तत्र किं देवी हा देवी इति उपदिशति अहं वदामि महोदय मेहुल् मेहुल् महोदय वदतु मेहुल् महोदय अस्ति वा अस्तु मेहुल् महोदय नास्ति इति मन्ये अस्तु मेहुल् महोदय अस्ति वा नास्ति अस्तु गीतञ्जलि भगिनी अग्रे वदति वा अस्तु महोदय उपदिशति देवी देवी उपदिशति देवी उपदिशति देव्यौ उपदिशतः देव्यः उपदिशन्ति इति अस्ति अस्तु अग्रे शोभा भगिनी मातुलः इति मातुलः मातुलः उपविशति मातुलयोः उपदिशतः न तत्र अग्रे एव अधोभागे एव मातुलः अस्ति मातुलः उपविशति मातुलौ उपविशतः तिष्ठति उपदिशतः यु वाण्ट् मी टु रीड् द सेकेण्ड् वन् महोदय द्वितीयं तृतीयं मातुलः मातुलः तिष्ठति मातुलौ तिष्ठतः मातुलाः तिष्ठन्ति इति अस्ति तत्र तत्रैव मातुलः इति स्थाने इदानीं देवी इति करोतु देवी तिष्ठति देव्यौ तिष्ठतः देव्यः तिष्ठन्ति इति अस्ति समीचीनम् अस्तु उषा भगिनी इदानीं तिष्ठति इति मातुलः स्थाने सीता इति सीता तिष्ठति सीते तिष्ठतः सीताः तिष्ठन्ति इति अस्ति अस्तु जयन्त् महोदय तत्र मातुलः तिष्ठति इति स्थाने गुरुः गुरुः तिष्ठति गुरुः तिष्ठतः गुरवः तिष्ठन्ति तत्र गुरुः गुरु इति अस्ति तत्र द्विवचने क्षम्यतां गुरुः अहं वदामि गुरुः तिष्ठति गुरु तिष्ठतः गुरवः तिष्ठन्ति गुरवः गुरवः गुरवः तिष्ठन्ति समीचीनं महोदय अस्तु रघुपति महोदय तत्र सचिवः अग्रे यदस्ति सचिवः वर्णयति सचिवः वर्णयतः सचिवाः वर्णयन्ति इदानीं तत्र देवी इति करोतु देवी वर्णयति देव्यौ वर्णयतः देव्यः वर्णयन्ति इति अस्ति समीचीनम् अस्तु तत्र भानुचेतनी महोदय तत्र वर्णयति इति स्थाने कविः इति कविः कवौ महोदय पूर्वमपि कविदेव पूर्वमपि कवि एव कृतवान् वा? अस्तु महोदय, इदानीं गुरुः इति करोतु। गुरुः वर्णयति, गुरोः वर्णयतः। न न गुरुः गुरु गुरुः पदस्य रूपं गुरु दीर्घः हा गुरुः गुरु गुरवः गुरु वर्णयतः गुरवः वर्णयन्ति इति अस्ति। समीचीनम्, अस्तु। अग्रे मेहुल् महोदय अस्ति वा? अस्तु अस्तु, हा इदानीं तत्र वर्ण इति सचिवः इति स्थाने पिता इति पिता वर्णयति, पितरौ वर्णयतः, पिता पितरौ पितरः वर्णयन्ति। हा पितरः वर्णयन्ति, समीचीनं महोदय। इदानीं वंशीसुधा भगिनी, तत्र अग्रिमं सैनिकः इति स्वीकुर्मः। सैनिकः पश्यति इति, सैनिकः पश्यति, सैनिकौ पश्यतः, सैनिकाः पश्यन्ति हा इति अस्ति। तत्र कविः, कविः पश्यति, कव्यौ पश्यतः, कव्यः पश्यन्ति। कविः पश्यति, कविः इति पुल्लिङ्गे वा स्त्रीलिङ्गे? ओ कवि, क्षम्यतां महोदय, कविः पुल्लिङ्गे अस्ति। कविः पश्यति, कवी पश्यतः, कवयः पश्यन्ति। हा समीचीनं भगिनि, अस्तु, चिन्ता मास्तु। हा गीताञ्जलि भगिनि अग्रे, तत्रैव गुरुः इति पश्यति, गुरुः पश्यति, गुरु पश्यतः, गुरवः पश्यन्ति इति अस्ति। अस्तु समीचीनम्, अग्रे शोभा भगिनी, तत्र पश्यति इति किं न कृतम् इति चिन्तयामि। हा कर्ता इति, कर्ता पश्यति, कर्ता पश्यति, कर्तारौ पश्यतः, कर्तारौ कर्तारः पश्यन्ति इति। समीचीनं भगिनि, अस्तु। उषा भगिनी अग्रे, तत्र पश्यति इति एव तत्र किं कुर्मः, मतिः, मतिः, मति पश्यति, मतिः पश्यति, मति पश्यतः, मतयः पश्यन्ति। तत्र मतिशब्दस्य मतिः मति मतयः हा इति अस्ति। समीचीनं भगिनि, अस्तु समीचीनम्, अस्तु हा अस्तु। अग्रे रघुपतिमहोदय, तत्र तत्र धीरः मुह्यति, धीरः मुह्यति, धीरौ मुह्यतः, धीराः मुह्यन्ति इति अस्ति। तत्र कविः, कविः, कविः मुह्यति, कविः मुह्यति, कवी मुह्यतः, कवयः मुह्यन्ति इति अस्ति। समीचीनम्, अस्तु। इदानीं जयन्तं, महोदय, एर् मेक् अ मिस्टेक्, अस्तु महोदय, धन्यवादः। जयन्त महोदय, तत्र धीरः मुह्यति इति स्थाने किं स्थापयामः? कर्तारः, कर्तारः, कर्ता मुह्यति, कर्तारौ मुह्यतः, कर्तारः मुह्यन्ति इति अस्ति। समीचीनं महोदय, अस्तु। भानुचेतनी महोदय, तत्र किं कुर्मः? तत्र सचिवः, सचिवः मुह्यति, सचिवः मुह्यति, सचिवौ मुह्यतः, सचिवाः मुह्यन्ति हा इति अस्ति। अस्तु, अग्रे वंशीसुधा भगिनी, अग्रे गच्छामः. स्थितप्रज्ञः इति स्थितप्रज्ञः अभिनन्दति, स्थितप्रज्ञौ अभिनन्दतः, स्थितप्रज्ञाः अभिनन्दति अभिनन्दन्ति इति अस्ति तत्र. देवी इति देवी अभिनन्दति, देव्यौ अभिनन्दतः, देव्यः अभिनन्दन्ति इति अस्ति. समीचीनं. अग्रे गीताञ्जलि भगिनी, तत्र स्थितप्रज्ञः इति स्थाने गुरुः इति. गुरुः अभिनन्दति, गुरु अभिनन्दतः, गुरवः अभिनन्दन्ति इति अस्ति. समीचीनं भगिनि. अग्रे शोभा भगिनी, तत्र एव देवी पुनः देवी अभिनन्दति, देव्यौ अभिनन्दतः, देव्यः अभिनन्दन्ति इति अस्ति. अस्तु, उषा भगिनी अग्रे तत्र भगिनी वदति इति. भगिनी वदति, भगिन्यौ वदतः, भगिन्यः वदन्ति इति अस्ति. तत्र भ्राता इति. भ्राता वदति, भ्रातारौ वदतः, भ्रातारः वदन्ति इति अस्ति. समीचीनं भगिनि. इति अस्ति. रघुपति महोदय, तत्र वदति इति तत्र नदी. नदी वदति, नद्यौ वदतः, नद्यः वदन्ति इति अस्ति. जयन्त महोदय, तत्र स्वसा वदति. जयन्त महोदय अस्ति वा? अहं म्यूट् मध्ये. अस्तु अस्तु महोदय. स्वसा वदति, स्वसे वदतः, स्वस्याः वद. अस्तु, क्षम्यतां महोदय. तत्र स्वसा इति ऋकारान्त स्त्रीलिङ्गपदम् अस्ति. तत्र पेज् 13 पश्यतु, तत्र स्वसा इति ऋकारान्त स्त्रीलिङ्गपदम् अस्ति. अहं चिन्तितवान् अकारान्त इकारान्त एव अहं वदामि इति कृत्वा अहं नूतनतया किमपि वदामि इति चिन्तितवान्, तावदेव. अस्तु महोदय. स्वसा वदति, स्वसारौ वदतः, स्वसारः वदन्ति. धन्यवादः महोदय, समीचीनं. अस्तु, भानुचेतनी महोदय, तत्र वदति इति धेनुः. धेनुः वदति, धेन्वौ वदतः, धेन्वः वदन्ति. द्विवचने किम् अस्ति? इति अस्ति. समीचीनम्. अस्तु, मेहुल् महोदय, भगिनी वदति. भगिनी वदति, भगिन्यौ वदतः, भगिन्यः वदन्ति इति अस्ति. समीचीनं महोदय. अस्तु, वंशीसुधा भगिनी, कर्ता वदति. पुनरेकवारं वदतु महोदय. कर्ता वदति. कर्ता वदति, कर्तारौ वदतः, कर्तारः वदन्ति इति अस्ति. समीचीनं भगिनी. ऋकारान्तपदम् अस्ति. समीचीनं भगिनी. अस्तु, इदानीं गीताञ्जलि भगिनी, तत्र क्षत्रियः वदति. क्षत्रियः वदति, क्षत्रियौ वदतः, क्षत्रियाः वदन्ति इति. समीचीनम्. अस्तु, इदानीं बहु किम् अनेकाः उक्तवान्, एषः वदति, एषा वदति, सर्वे वदन्ति. अस्तु, इदानीं अग्रे शोभा भगिनी, गात्रम् इति. गात्रं सीदति, गात्रे सीदतः, गात्राणि सीदन्ति. तत्र तस्मिन् स्थाने किं स्थापयामः? गदा इति. गदा, गदा, गदा सीदति. गदा स्त्रीलिङ्गम् अस्ति. गदा गदे गदा सीदति गदे सीदतः गदाः सीदन्ति गदाः सीदन्ति समीचीनं हा समीचीनम् अस्तु अग्रे उषा भगिनी तत्र गात्रम् इति स्थाने वायुः इति वायुः वायुः सीदति वायुः सीदतः वायवः सीदन्ति हा इति अस्ति समीचीनं भगिनि हा इति अस्ति अस्तु अग्रे मेहुल् महोदय सीदति इति पुरुषः पुरुषः सीदति पुरुषौ सीदतः पुरुषाः सीदन्ति पुरुषाः सीदन्ति समीचीनं महोदय अस्तु सीदति इत्युक्ते सिङ्क् इति मन्ये अस्तु अग्रे हा अग्रे वयं किं कुर्मः किञ्चित् एव समयः इति कृत्वा तत्र एतावत् वयम् अत्र किम् अस्ति केवलं क्रियापदस्य प्रथमपुरुष एकवचन द्विवचन बहुवचनरूपमेव दत्तमस्ति अग्रे तत्र अधोभागे किमस्ति तत्र हा तत्र कः पठति हा भानुचतनी महोदय तत्र रक्तवर्णे यत् अस्ति तत् अधोभागे अहम् इति एकवारं अहं गायामि न न तत्र रक्तवर्णे रक्तवर्णे केवलं रक्तवर्णे यत् अस्ति हा अहं नमामि आवां नमामः वयं नमामः हा इदानीम् अग्रिमपुटे अपि रक्तवर्णे यदस्ति त्वं पठसि युवां पठतः यूयं पठतः इति अस्ति हा इदानीं किं रूपं किम् अस्ति प्रथमपुरुष गच्छति गच्छतः गच्छन्ति इति प्रथमपुरुषरूपम् अस्ति मध्यमपुरुषरूपम् अस्ति गच्छसि गच्छतः गच्छथ इति उत्तमपुरुषे रूपं किमस्ति गच्छामि गच्छावः गच्छामः इति इदानीम् अस्य अभ्यासं किञ्चित् कुर्मः केवलम् इदानीं केवलं क्रियापदम् इदानीं नामपदं त्यजामः केवलं क्रियापदस्य अभ्यासं कुर्मः इदानीं अस्तु एकवारं रघुपतिमहोदय गच्छति इति तस्य नवरूपाणि वदतु महोदय केवलं क्रियापदं हा गच्छति गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छथ गच्छामि गच्छावः गच्छामि गच्छावः गच्छामः इति अस्ति हा समीचीनं समीचीनम् अस्तु अत्र जयन्त महोदय तत्र तिष्ठति इति तिष्ठति केवलं क्रियापदं अस्तु महोदय तिष्ठति तिष्ठतः तिष्ठन्ति तिष्ठसि तिष्ठतः तिष्ठथ तिष्ठामि तिष्ठावः तिष्ठामः इति अस्ति समीचीनं अग्रे मेहुल् महोदय पश्यति इति पश्यामि पश्यावः पश्यति इति पश्यति न न पश्यति केवलं नामपदं मास्तु केवलं पश्यति नवपदानि वदतु प्रथमपुरुष मध्यमपुरुष तदनन्तरम् उत्तमपुरुष पश्यति पश्यतः पश्यन्ति पश्यति पश्यतः पश्यथ पश्यामि पश्यावः पश्यामः इति अस्ति समीचीनं महोदय अस्तु अग्रे वंशीसुधा भगिनी मुह्यति इति पदं किं महोदय मुह्यति मुह्यति मुह्यति मुह्यतः मुह्यन्ति मुह्यसि मुह्यतः मुह्यथ मुह्यामि मुह्यावः मुह्यामः इति अस्ति समीचीनम् अस्तु गीताञ्जलि भगिनी तत्र वदति वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वदामः इति अस्ति समीचीनं शोभा भगिनी तत्र पठति पठति पठतः पठन्ति पठसि पठतः पठतः पठामि पठावः पठामः इति अस्ति. समीचीनं भगिनि. उषा भगिनि तत्र हरति हरति हरतः हरन्ति हरसि हरतः हरथ हरामि हरावः हरामः. हा समीचीनम् इति अस्ति. समीचीनं. हा अस्तु तत्र क्रियापदस्य लट्लकाररूपं तत्र क्रियापदम् इति वदामः किन्तु तत्र किं भवति तत्र धातु इति एकम् अस्ति. धातुतः वयं किं कुर्मः प्रत्ययं तत्र स्थापयित्वा क्रियापदं कुर्मः किन्तु क्रियापदस्य रूपं कर्तृपदम् अनुगुणं भवति. यदि कर्तृपदम् उत्तमपुरुषः अस्ति चेत् क्रियापदस्य उत्तमपुरुषस्य रूपं भवति. यदि कर्तृपदम् उत्तमपुरुषः इत्युक्ते अहम् आवां वयं मध्यमपुरुषं भवति चेत् कर्तृपदं त्वं युवां यूयम् इति भवति चेत् क्रियापदस्य अपि मध्यमपुरुषस्य रूपं भवति. तदनन्तरं यदि अहम् आवां वयं त्वं युवां यूयम् एतद्विहाय अन्यानि सर्वाणि पदानि प्रथमपुरुष एव अस्ति तत्र अपि क्रियापदस्य प्रथमपुरुषरूपं भवति पठति पठतः पठन्ति इति. अतः पुरुषत्रयम् अपि वचनत्रयम् अस्ति इति कृत्वा क्रियापदस्य नवरूपाणि सन्ति. किन्तु तद् यद् वयं दृष्टवन्तः तद् लट्लकारः इति वदामः तत्र वर्तमानकाल अर्थः अस्ति. क्रियापदस्य तत्र लकाराः दशलकाराः सन्ति. प्रायशः गीतासोपाने वयं केवलं पञ्चलकाराः द्रक्ष्यामः इति मन्ये. अत्र लट्लकारः अस्ति. अग्रिमलकारः भवति लोट्लकारः इति मन्ये. तत्र लट्लकारः नवरूपाणि यानि सन्ति तस्य कण्ठस्थीकरणं करोतु अग्रिमवर्गस्य पूर्वं. तत्र अग्रिमवर्गे वयं क्रियापदस्य एव अभ्यासं कुर्मः. तत्र प्रायशः यत् अत्र अस्मिन् पुटे 37 पुटे यदस्ति तदेव सः एव अभ्यासः गृहपाठः भवति इति मन्ये. किन्तु ईमेल् द्वारा अहं प्रेषयामि. अस्तु प्रश्नः अस्ति वा? अस्तु महोदय. अस्तु बहु समीचीनमस्ति. अस्तु समयः जातः. अग्रिमवर्गे मिलामः. सर्वेषां नमस्कारः. धन्यवादः. धन्यवादः. अभ्यासः सम्यक् अस्ति महोदय. धन्यवादः भगिनि. धन्यवादः महोदय. नमस्कारः. नमस्कारः. धन्यवादः.